पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 71 श्रीदेव्युवाच भगवन् सर्वभूतेश सर्वात्मन् सर्वसम्भव देवेश्वरमहादेव सर्वज्ञ करुणाकर त्वयानुकम्पितैवाहं भूयोऽप्याहानुकम्पया त्रैलोक्यमोहना मन्त्रास्त्वया मे कथिता प्रभो तेन देवेन गोपीभिर्महामोहनरूपिणा केन केन विशेषेण चिक्रीडे तद्वदस्व मे महादेव उवाच एकदा वादयन्वीणां नारदो मुनिपुङ्गवः कृष्णावतारमाज्ञाय प्रययौ नन्दगोकुलं गत्वा तत्र महायोगमयेशं विभुमच्युतं बालनाट्यधरं देवदर्शनं नन्दवेश्मनि सुकोमलपडास्तीर्ण हेमपर्यङ्गिकोपरि शयानं गोपकन्याभिः प्रेक्षमाणं सदा मुदम् अतीव सुकुमाराङ्गं मुग्धं मुग्धविलोकनं विस्रस्तनीलकुटिलकुन्तलावनिमण्डलं किञ्चित्स्मितां कुरव्यं च देहद्विरदकुण्मलं स्वप्रभाभिर्भासयन्तं समं तात् भवनोदरं दिग्वाससं समालोक्य सोदिहर्षमवापः सम्भाष्य गोपदिं नन्दमाह सर्वप्रभुप्रियः नारायणपराणां तु जीवनं ह्यदिदुर्लभम् अस्य प्रभावमतुलं न जानन्तीह केचन भव ब्रह्मादयोऽप्यस्मिन्रदिं वाञ्छन्ति शाश्वतीं चरितं चास्य बालस्य सर्वेषामेव हर्षणं मुदा गायन्ति शृण्वन्ति चाभिनन्दन्ति तादृशाः अस्मिंस्तव सुदे चिन्त्य प्रभावे स्निग्धमानसाः नराः सन्दिन तेषां वै भवबाधा भविष्यति मुञ्जेह परलोके चाह सर्वा बल्लवसत्तम एकान्तेनैकभावेन बालेऽस्मिन् प्रीतिमाचर इत्युक्त्वा नन्दभवनान्निष्क्रान्तो मुनिपुङ्गवः तेनार्चितो विष्णुबुद्ध्या प्रणम्य च विसर्जितः अथासौ चिन्तयामास महाभागवतो मुनिः अस्य कान्ता भगवती लक्ष्मीर्नारायणे हरौ विधाय गोपिकारूपं क्रीडार्थं शार्ङ्गधन्वनः अवश्यमवतीर्णा सा भविष्यति न संशयः तामहं विचिनोम्यद्य गेहे गेहे व्रचौकसां विमृश्यैव मुनिवरो गेहानि व्रजवासिनं प्रविवेशातिथिर्भूत्वा विष्णुबुद्ध्या सुपूजितः सर्वेषां बल्लवादीनां रतिं नन्दसुदे परां दृष्ट्वा मुनिवरः सर्वान्मनसा प्रणनामः गोपालानां गृहे बालां ददर्श श्वेतरूपिणीं स दृष्ट्वा तर्कयामास रमा ह्येषा न संशयः प्रविवेश ततो धीमान्नन्दसख्युर्महात्मनः कस्यचित् गोपवर्यस्य भानुनाम्नो गृहं महत अर्चितो विधिवत्तेन सोऽप्यपृच्छन्महामनाः साधो त्वमसि विख्यातो धर्मनिष्ठतया भुवि तवाहं धनधान्यादिसमृद्धिं संविभावये कच्चित्ते योग्यपुत्रोऽस्ति कन्या वा शुभलक्षणा यतस्ते कीर्तिरखिलं लोकं व्याप्य भविष्यति इत्युक्तो मुनिवर्येण भानुरानीयपुत्रकं महातेजस्विनं दृप्तं नारदायाभ्यवादयद दृष्ट्वा मुनिवरस्तं तु रूपेणाप्रतिमं भुवि पद्मपत्रविशालाक्षं सुग्रीवं सुन्दरभ्रुवं चारुदन्तं चारुकर्णं सर्वावयवसुन्दरं तं समाश्लिष्य बाहुभ्यां स्नेहाश्रूणि विमुच्य च ततः स गद्गदप्राहप्रणयेन महामुनिः नारद उवाच अयं शिशुस्ते भविता सुसखा रामकृष्णयोः विहरिष्यति ताभ्यां च रात्रिं दिवमदं धृदः तद आभाष्य तं गोपप्रवरं मुनिपुङ्गवः यदा गन्तुं मनश्चक्रे तत्रैवं भानुरब्रवीत् एकास्ति पुत्रिका देवदेव पत्नी उपमा मम कनीयसी शिरोरस्य जडान्धबधिराकृतिः उत्साहाद्वृद्धये याजे त्वां वरं भगवत्तम प्रसन्नदृष्टिमात्रेण सुस्थिरां कुरु बालिकां श्रुत्वैवं नारदो वाक्यं कौतुकाकृष्टमानसः अध प्रविश्य भवनं लुठं तीं भूतले सुताम् उद्धाप्याङ्गे निधायादिस्नेहविह्वलमानसः भानुराप्याययौ भक्तिनम्रो मुनिवरान्धिकम् अध भागवतश्रेष्ठकृष्णस्यादिप्रियो मुनिः दृष्ट्वा तस्याः परं रूपमदृष्टाश्रुतमद्भुतम् अभूत्पूर्वसमं मुग्धो हरिप्रेमा महामुनिः विगाह्य परमानन्दसिन्धुमेकरसायनम् मुहूर्तद्वितयं तत्र मुनिरासीच्चिलोपमः मुनीन्द्रप्रतिबुद्धस्तु शनैरुन्मील्यलोचने महाविस्मयमापन्नस्तूष्णीमेव स्थितो भवद अन्तर्हृदि महाबुद्धिरेवमेवं व्यचिन्तयत भ्रान्तं सर्वेषु लोकेषु मया स्वच्छन्दचारिणा अस्यारूपेण सदृशी दृष्ट्वा नैव च कुत्रचित् ब्रह्मलोके रुद्रलोके इन्द्रलोके च मे गतिः न कोऽपि शोभा कोट्यंशः कुत्राप्यस्या विलोकितः महामाया भगवती दृष्टा शैलेन्द्रनन्दिनी यस्या रूपेण सकलं मुह्यते सचराचरम् साप्यस्या सुकुमाराङ्गी लक्ष्मीं नाप्नोति कर्हि चिद लक्ष्मी सरस्वती कान्ति विद्याद्याश्च वरस्त्रियः छायामपि स्पृश्यंस्त्यस्याः कदाचिन्नैव दृश्यते विष्णोर्यन्मोहिनीरूपं हरो येन विमोहितः मया दृष्टं च तदपि कुतोऽस्यासदृशं भवेद् ततोऽस्यास्तत्त्वमाज्ञातुं न मे शक्ति कथञ्चन अन्ये चापि न जानन्ति प्रायेणैनां हरेः प्रियाम् अस्या सन्दर्शनादेव गोविन्दचरणाम्बुजे या प्रेमर्धिरभूत् सा मे भूतपूर्वानकर्हिचिद एकान्ते नौमि भवतीं दर्शयित्वादिवैभवं कृष्णस्य सम्भवत्यस्या रूपं परमतुष्टये विमृश्यैवं मुनिर्गोपप्रवरं प्रेष्य कुत्रचिद् निभृदे परितुष्टाव बालिकां दिव्यरूपिणीम् अपि देवि महायोग मायेश्वरि महाप्रभे महामोहनदिव्याङ्गि महामाधुर्यवर्षिणि महाद्भुतरसानन्दशिथिलीकृतमानसे महाभाग्येन केनापि गदासि मम दृक्पथम् नित्यमन्तर्मुखा दृष्टिस्तव देवि विभाव्यते अन्तरेव महानन्दपरितृप्तैव लक्ष्यसे प्रसन्नं मधुरं सौम्यमिदं सुमुखमण्डनं व्यनक्ति परमाश्चर्यं कमप्यन्तः सुखोदयं रजःसम्बन्धिकलिका शक्तिस्तत्त्वादि शोभने सृष्टिस्थिति समाहाररूपिणी त्वमधिष्ठिता तत्त्वं विशुद्ध सत्त्वाशु शक्तिर्विद्यात्मिका परा परमानन्दसन्दोहं दधति वैष्णवं परं का त्वयाश्चर्यविभवे ब्रह्म रुद्रादिदुर्गमे योगीन्द्राणां ध्यानपथं न त्वं स्पृशसि कर्हिचिद् इच्छाशक्तिर्ज्ञानशक्तिक्रिया शक्तिस्तवेशिदुः तवांशमात्रमित्येवं मनीषा मे प्रवर्तते माया विभूतयो चिन्त्यास्तन्मायार्भगमायिनः परेशस्य महाविष्णोस्ताः सर्वास्ते कलाः आनन्दरूपिणी शक्तिस्त्वमीश्वरि न संशयः त्वया च क्रीडदे कृष्णो नूनं वृन्दावने वने कौमारेणैव रूपेण त्वं विश्वस्य च मोहिनी तारुण्यवयसा स्पृष्टम् कीदृक्ते रूपमद्भुतं कीदृश्यं तव लावण्यं लीला हास्ये क्षणान्वितम् हरिमानुषलोभेन वपुराश्चर्यमण्डितं द्रष्टुं तदहमिच्छामि रूपं ते हरिवल्लभे येन नन्दसुधकृष्णो मोहम् समुपयास्यति इदानीं मम कारुण्यान्निजं रूपं महेश्वरि प्रणताय प्रपन्नाय प्रकाशयितुमर्हसि इत्युक्ता मुनिवर्येण तदनुव्रतचेतसा महामाहेश्वरीं नत्वा महानन्दमयीं पराम् महाप्रेमतरोत्कण्ठा व्याकुलाङ्गीं शुभेक्षणाम् ईक्षमाणेन गोविन्दमेवं वर्णयतास्थितं जय कृष्णमनोहारिं जय वृन्दावनप्रिय जय भ्रूभङ्गललित जय वेणुरवाकुल जय बर्ह कृदोत्तं स जय गोपी विमोहन जय कुङ्कुमलिप्ताङ्ग जय रत्नविभूषण कदाहं त्वत्प्रसादेन अनया दिव्यरूपया सहितं नवतारुण्यमनोहारि वपुश्रिया विलोकयिष्ये कैशोरे मोहनं त्वां जगत्पदे एवं कीर्तयदस्तस्य तत्क्षणादेव सा पुनः बभूव दधी दिव्यं रूपमत्यन्तमोहनं चतुर्दशाब्दवयसा संमिदं ललितं परं समानवयसश्चान्यास्तदैव व्रजबालिकाः आगत्य वेष्टयामासु दिव्यभूषाम्भरस्रजः मुनीन्द्रः सदु निश्चेष्टो बभूवाश्चर्यमोहितः बालायास्तास्तदा सख्यश्चरणाम्बुगणैर्मुनिं निषिच्य बोधयामासुरूचुश्च कृपयान्विताः मुनिवर्यमहाभाग महायोगेश्वरेश्वर त्वयैव परया भक्त्या भगवान् हरिरीश्वरः नूनमाराधितो देवो भक्तानां कामपूरकः यदीयं ब्रह्मरुद्राद्यैर्देवैः सिद्धमुनीश्वरैः महाभागवतैश्चान्यैर्दुर्दर्शा दुर्गमापि च अत्यद्भुतवयोरूपमोहिनी हरिवल्लभा केनाप्यचिन्त्यभाग्येन तव दृष्टिपथं गता उत्तिष्ठोत्तिष्ठ विप्रर्षे धैर्यमालम्ब्य सत्वरं येनां प्रदक्षिणीकृत्य नमस्कुरु पुनः पुनः किं न पश्यसि चार्वङ्गी मत्यन्तव्याकुलामिव अस्मिन्नेव क्षणे नूनमन्तर्धानं गमिष्यति नानया सह संलाप कथं चित्ते भविष्यति दर्शनं च पुनर्नास्या प्राप्स्यसि ब्रह्मवित्तम किन्तु वृन्दावने कापि भात्य शोकलताशुभा सर्वकालेऽपि पुष्पाढ्या सर्वदिग्व्यापि सौरभा गोवर्धनादूरेण कुसुमाख्यसरस्तटे तन्मूले ह्यर्धरात्रे च द्रक्ष्यस्य स्मानशेषदः श्रुत्वैवं वचनं तासां स्नेहविह्वलचेतसां यावत्प्रदक्षिणीकृत्य प्रणामे दण्डवन्मुनिः मुहूर्तद्विदयं बालां नाना निर्माणशोभनाम् आहूय भानुं प्रोवाच नारदः सर्वशोभनाम् एवं प्रभावा बालेयं न साध्या दैवतैरपि किन्तु यद्गृहमेतस्या पदचिह्नविभूषितं तत्र नारायणो देवस्वयं वसति माधवः लक्ष्मीश्च वसते नित्यं सर्वाभिः सर्वसिद्धिभिः अद्य येनां वरारोहां सर्वाभरणभूषणां देवीमिव परां गेहे रक्षयत्नेन सत्तम इत्युक्त्वा मनस्सैवैनां महाभागवतोत्तमः तद्रूपमेव संस्मृत्य प्रविष्टो गहनं वनम् अशोक लतिकामूलमासाद्यमुनिसत्तमः प्रतीक्षमाणो देवीं तां तत्रैवागमनं निशि स्थितोऽत्र प्रेम विकलश्चिन्तयन् कृष्णवल्लभाम् अध मध्यनिशाभागे युवत्यः परमाद्भुताः पूर्वं दृष्ट्वास्तधान्याश्च विचित्राभरणस्रजः दृष्ट्वा मनसि सम्भ्रान्तो दण्डवत्पदितो भुवि परिवार्य मुनिं सर्वास्ताः प्रविशुशुभः प्रष्टुकामोऽपि स मुनिः किञ्चित् स्वाभिमदं प्रियं नाशकत्प्रेमलावण्यप्रिय भाषाप्रदर्शितः अधागदा मुनिश्रेष्ठं कृताञ्जलिमवस्थितं भक्तिभारानदग्रीवं सविस्मयं ससम्भ्रमं सुविनीततमं प्राह तत्रैव करुणान्वित अशोकमालिनीनाम्ना अशोकवनदेवता अशोकमालिन्युवाच अशोककलिकायां तु वसाम्यस्यां महामुने रक्ताम्बरधरा नित्यं रक्तमालानुलेपना रक्तसिन्धूरकलिका रक्तोत्पलवत्तंसिनी रक्तमाणिक्यकेयूरमुकुडादिविभूषिता एकदा प्रियया सार्धं विहरं द्यो मधुत्सवे तत्रैव मिलिता गोपबालिकाश्चित्रवाससः अहं चाशोकमालाभिर्गोपवेषधरं हरिं रमारूपाश्च ता सर्वा भक्त्या सम्यगपूजयं ततः प्रभृति चैदासां मध्ये तिष्ठामि सर्वदा भूषाभिर्विविधाभिश्च तोषयित्वा रमापदिं परात्परमहं सर्वं विजानामीह सर्वतः गो गोपगोपिकादीनां रहस्यं चापि वेद्म्यहम् तव जिज्ञासितं सर्वं हृदि प्रत्यभिभाषितं तां देवी मद्भुताकारा मद्भुतानन्ददायिनीं हरे प्रियां हिरण्याभां हीरकोज्ज्वलमुद्रिकां कथं पश्यामि लोलाक्षीं कथं वा तत्पदाम्बुजम् आराध्यतेदि भक्त्येदि त्वया ब्रह्मन्विमर्शितं तत्र ते कथयिष्यामि वृत्तान्तं सुमहात्मनां मानसे सरसि स्थित्वा तपस्तीव्रमुपेयुषां जपदां सिद्धमन्त्रांश्च ध्यायतां हरिमीश्वरम् मुनीनां काङ्क्षदां नित्यं तस्य एव पदाम्बुजं एकसप्ततिसहस्रं सङ्ख्यातानां महौजसां तत्तेऽहं कथयाम्यद्य तद्रहस्यं परं वने इति श्रीपद्मपुराणे पादालखण्डे श्रीराधाकृष्णमाहात्म्ये एकसप्ततितमोऽध्यायः ॐ